पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 28 ऋषय ऊचुः विस्तरेण समाख्या हि जन्म तस्य महात्मनः पृथोश्चैव महाभागश्रोतुकामा वयं पुनः राज्ञा तेन यथा दुग्धा इयं धात्री महात्मना पुनर्देवैश्च पितृभिर्मुनिभस्तत्त्ववेदिभिः यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः शैलैश्चैव पिशाचैश्च गन्धर्वैः पुण्यकर्मभिः ब्राह्मणैश्च तथा सिद्धैराक्षसैर्भीमविक्रमैः पूर्वमेव यथा दुग्धा अन्यैश्च सुमहात्मभिः तेषामेव हि सर्वेषां विशेषं पात्रधारणम् क्षीरस्यापि विधिं ब्रूहि विशेषं च महामदे वेनस्यापि नृपस्यैव पाणिरेव महात्मनः ऋषिभिर्मदिधः पूर्वं स कस्मादिह कारणाद् क्रुद्धश्चैव महापुण्यै सूतपुत्रवदस्वनः विचित्रेयं कथा पुण्या सर्वपापप्रणाशिनी श्रोतुकामा महाभागतृप्तिर्नैव प्रजायते सूत उवाच वैन्यस्य हि पृथोश्चैव तस्य विस्तरमेव च जन्मवीर्यं तथा क्षेत्रं पौरुषं द्विजसत्तमाः प्रवक्ष्यामि यथा सर्वं चरित्रं तस्य धीमतः शुश्रूषध्वं महाभागा मामेवं द्विजसत्तमाः अभक्ताय न वक्तव्यमश्रद्धाय शठाय च सुमूर्खाय सुमोहाय कुशिष्याय तथैव च श्रद्धाहीनाय कूटाय सर्वनाशाय मा द्विजाः अन्यथा पठते यो हि निरयं च प्रयातिः भवन्तो भावसंयुक्ताः सत्यधर्मपरायणाः भवदामग्रधः सर्वं चरित्रं पापनाशनम् सम्प्रवक्ष्याम्यशेषेण शृणुध्वं द्विजसत्तमाः स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च सम्मितं रहस्यमृषिभिप्रोक्तं प्रवक्ष्यामि द्विजोत्तमाः यश्चैनं कीर्तये नित्यं पृथो वैन्यस्य विस्तरम् ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताकृतम् सप्तजन्मार्जितं पापं श्रुतमात्रेण नश्यति ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेद् वैश्यो धनसमृद्धस्याच्छूद्रः सुखमवाप्नुयात् एवं फलं समाप्नोति पठनात् श्रवणादपि पृथोर्जन्मचरित्रं च पवित्रं पापनाशनं धर्मगोप्ता महाप्राज्ञो वेदशास्त्रार्थकोविदः अत्रिवंशसमुत्पन्नपूर्वमत्रिसमप्रभुः स्रष्टा सर्वस्य धर्मस्य अङ्गो नाम प्रजापतिः य आसीत्तस्य पुत्रो वै वेनो नाम प्रजापतिः धर्ममेवं परित्यज्य सर्वदैवप्रवर्तते मृत्यो कन्या महाभागा सुनीधा नाम नामदः तां तु अङ्गो महाभागसुनीधा मुपयेमि वान् तस्यामुत्पादयामास वेनं धर्म प्रणाशनं मादामहस्य दोषेण वेनकालात्मजात्मजः निजधर्मं परित्यज्य अधर्मनिरतो भवत् कामाल्लोभान् महामोहात् पापमेव समाचरद वेदाचारमयं धर्मं परित्यज्य नराधिपः अन्ववर्ततपापेन मदमत्सरमोहितः वेदाध्यायं विना लोके प्रावर्तन्त तदा जनाः निःस्वाध्यायवषट्कारा प्रजास्तस्मिन् प्रजापदौ प्रवृत्तं न पपुः सोमं हुदं यज्ञेषु देवताः इत्युवाच स दुष्टात्मा ब्राह्मणान् प्रतिनित्यशः नाध्येतव्यं न होदव्यं न देयं दानमेव च न यष्टव्यं न होदव्यमिति तस्य प्रजापदेः आसीत् प्रतिज्ञा क्रूरेयं विनाश्ये प्रत्युपस्थिते अहमिज्यश्च यष्टा च यज्ञश्चेदि पुनः पुनः मयि यज्ञा विधातव्या मयि होदव्यमित्यपि इत्यब्रवीत् सदा वेनो ह्यहं विष्णुः सनातनः अहं ब्रह्म अहं रुद्रो मित्र इन्द्रः सदा गतिः अहमेव प्रभोक्तो च हव्यं कव्यं न संशयः अथ ते मुनय क्रुद्धा वेनं प्रतिमहाबलाः ऊचुस्ते सङ्गता सर्वे राजानं पापचेतनं ऋषय ऊचुः राजा हि पृथिवीनाथप्रजां पालयदे सदा धर्ममूर्तिः स राजेन्द्र तस्माद्धर्मं हि रक्षयेद वयं दीक्षां प्रवेक्ष्यामो यज्ञे द्वादशवार्षिकीम् अधर्मं कुरु मायागे नैष धर्मसदाङ्गदिः कुरु धर्ममहाराज सत्यं पुण्यं समाचर प्रजाकं पालयिष्यामि इति ते समयकृतः तां स्तब्धा ब्रुवद सर्वान् महर्षीनब्रवीत्तदा वेन प्रहस्य दुर्बुद्धिरिमर्थमनर्थकम् वेन उवाच स्रष्टा धर्मस्य कश्चान्यश्रोतव्यं कस्य वा मया श्रुतवीर्यतपः सत्ये मया वा कः समो भुवि प्रभवं सर्वभूतानां धर्माणां च विशेषतः सम्मूढान विदुर्नूनं भवन्तो मां विचेतसः इच्छन्दहेयं पृथिवीं प्लावयेयं जलैस्तथा द्याम्भुवं चैव रुन्धेयं नात्र कार्या विचारणा यदा न शक्यते मोहादवलेप च पार्थिव अपनेतुं तदा वेनं तद क्रुद्धा महर्षयः विस्फुरन्तं तदा वेनं बलाद्गृह्य ततो रुषा वेनस्य तस्य सव्योरुं ममन्धुर्जातमन्यवः कृष्णाञ्जनचयोपेदमधिह्रस्वं विलक्षणं दीर्घास्यं च विरूपाक्षं नीलकञ्चुकवर्चसं लम्बोदरं व्यूढकर्णमधिभेदं रुदोदरं ददृशुस्ते महात्मानो निषीदेत्य ब्रुवंस्तदः तेषां तद्वचनं श्रुत्वा निशसादभयातुरः पर्वतेषु वनेष्वेव तस्य वंशप्रतिष्ठितः निषदाश्च किराताश्च भिल्लानाहलकास्तथा भ्रमराश्च पुलिन्दाश्च ये चान्ये म्लेच्छजादयः पापाचारस्तु ते सर्वे तस्माद्दङ्गात् प्रजज्ञिरे अध ते ऋषय सर्वे प्रसन्नमनसस्ततः गतकल्मषमेवं तं जातं वेनं नृपोत्तमं ममन्धुर्दक्षिणं पाणिं तस्यैव च महात्मनः मधिते तस्य पाणौ तु संजातं स्वेदमेव हि पुनर्ममन्धुस्ते विप्रा दक्षिणं पाणिमेव च सुकरात् पुरुषो जज्ञे द्वादशादित्यसन्निभः तप्तकाञ्चनवर्णाङ्गो दिव्यमाल्याम्बरावृतः दिव्याभरणशोभाङ्गो दिव्यगन्धानुलेपनः मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजते महाकायो महाबाहू रूपेण प्रतिमो भुवि खड्गबाणधरो धन्वी कवची च महाप्रभुः सर्वलक्षणसम्पन्नः सर्वालङ्कारभूषणः तेजसारूपभावेन सुवर्णैश्च महामतिः दिवि इन्द्रो यथाभादि भुवि वेनात्मजस्तथा तस्मिं जादे महाभागे देवाश्च ऋषयो मलाः उत्सवं चक्रिरे सर्वे वेनस्य तनयं प्रति दीप्यमानस्ववपुषा साक्षादग्निरिवोज्ज्वलः आद्यमाजगवं नाम धनुर्गृह्यमहावरं शरान् दिव्यांश्च रक्षार्थे कवचं च महाप्रभं जादे सदि महाभागे पृथौ वीरे महात्मनि सम्प्रह्रष्टानि भूतानि समस्तानि द्विजोत्तम सर्वतीर्थानि तोयानि पुण्यानि विविधानि च तस्याभिषेके विप्रेन्द्रा सर्व एव प्रदस्थिरे पिता महाद्यादेवास्तु भूतानि विविधानि च स्थावराणि चराण्येव अभ्यसिञ्चन्नराधिपम् महावीरं प्रजापालं पृथुमेव द्विजोत्तम पृथु वैन्यो राजराज्ये अभिगम्य चराचरैः देवैर्विप्रैस्तथा सर्वैरभिषिक्तो महामनाः राज्ञां समधिराज्ये वै पृथुर्वैन्यप्रतापवान् तस्य पित्रा प्रजा सर्वा कदा नैवानुरञ्जिताः तेनानुरञ्जिता सर्वा मुमुदिरे सुखेन वै अनुरागतस्य वीरस्य नाम राज्ये त्यजायत प्रयातस्य सुवीरस्य समुद्रस्य द्विजोत्तम आपस्तस्तम्भिरे सर्वा भयात्तस्य महात्मनः दुर्गमार्गं विलोप्यैव सुमार्गं पर्वदा ददुः ध्वजभङ्गं न चक्रुस्ते गिरयः सर्व एव त आकृष्टपच्या पृथिवी सर्वत्र कामधेनवः पर्जन्यकामवर्षी च वेदयज्ञान्महोत्सवान् कुर्वन्ति ब्राह्मणाः सर्वे क्षत्रियाश्च तथा परे सर्वकामफला वृक्षास्तस्मिं चाशदि पार्थिवे न दुर्भिक्षं न च व्याधिर्न कालमरणं नृणां सर्वे सुखेन जीवन्ति लोका धर्मपरायणाः तस्मिं चाशदि दुर्धर्षे राजराजे महात्मनि एतस्मिन्नेव काले तु यज्ञे पैदामहे शुभे सूदसूत्यां समुत्पन्नः सौम्येहनि महात्मनि तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोधमागधः पृथोस्तवार्थं तौ तत्र समाहूदौ महर्षिभिः सूतस्य लक्षणं वक्ष्ये महापुण्यं द्विजोत्तमः शिखासूत्रेण संयुक्तो वेदाध्ययनतत्परः सर्वशास्त्रार्थवेत्ता सावग्निहोत्रमुपासते दानाध्ययनसम्पन्नो ब्रह्माचारपरायणः देवानां ब्राह्मणानां च पूजनाभिरतः सदा याचकस्तावकैपुण्याय वेदमन्त्रायर्यजेत् किल ब्रह्मचारपरो नित्यं सम्बन्धं ब्राह्मणैः सह एवं समागतो जज्ञे वेदाध्ययनवर्जितः बन्धिनश्चारणा सर्वे ब्रह्माचारविवर्जिताः ज्ञेयास्ते जमहाभागास्तावका प्रभवन्ति ते स्तवनार्थमुभौ सृष्टौ निपुणौ सुदमागधौ तावूचुर्षय सर्वे स्तूयतामेष पार्थिवः कर्मैतदनुरूपं च यादृशोऽयं नराधिपः तावूचतुस्तदा सर्वांस्तान् ऋषीन् बन्धिमागधौ आवां देवान् ऋषींश्चैव प्रीणयाव स्वकर्मभिः न चास्य विद्वो वै कर्म न तथा लक्षणं यशः कर्मणा येन कुर्याव स्तोत्रमस्य महात्मनः जानीवस्तन्न विप्रेन्द्राम् अविज्ञातगुणस्य हि भविष्यायस्तायर्गुणैः पुण्यायस्तोदव्योऽयं नरोत्तमः कृतवान्यानि कर्माणि पृथुरेव महायशः ऊचुस्ते मुनय सर्वे गुणान् दिव्यान् महात्मनः सत्यवाज्ञानसम्पन्नो बुद्धिमान् ख्यातविक्रमः सदाशूरो गुणग्राही पुण्यवांस्त्यागवान् गुणी धार्मिकसत्यवादी च यज्ञानां याजगोत्तमः प्रियवाक्सत्यवादी च धान्यवान् धनवान् गुणी गुणज्ञः स गुणग्राही धर्मज्ञः सत्यवत्सलः सर्वगसर्ववेत्ता च ब्रह्मण्यो वेदवित्सुधीः प्रज्ञावान् सुस्वरश्चैव वेदवेदाङ्गपारगः दादागोप्ता प्रजानां स विजये समराङ्गणे राजसूयादिकानां तु यज्ञानां राजसत्तमः आहर्ता भूतले चैकः सर्वधर्मसमन्वितः यदे गुणा अस्य चाङ्गे भविष्यन्ति महात्मनः ऋषिभिस्तौ नियुक्तौ तु कुर्वाणौ सुतमागधौ गुणैश्चैव भविष्यैश्च स्तोत्रं तस्य महात्मनः तदा प्रभृति वै लोकास्तवैस्तुष्टा महामदे पुरतश्च भविष्यन्ति दादारस्तावनैर्गुणैः तथ प्रभृति लोकेऽस्मिन् स्तवेषु द्विजसत्तमाः आशीर्वादा प्रयुज्यन्ते तेषां द्रविणमुत्तमम् सूताय मागधायैव बन्धिने च महोदयं चारणाय ततः प्रादात्तैलगं देशमुत्तमं प्रधुप्रासादाद्धर्मात्मा हैहयं देशमेव च रेवाधीरे पुरं कृत्वा स्वनाम्ना नृपनन्दनः ब्राह्मणेभ्यो द्विजश्रेष्ठ यजन्दादा पृथुपुरा सर्वज्ञं सर्वदातारं धर्मवीर्यं नरोत्तमम् तं ददृशु प्रजा सर्वमुनयश्च तपोमलाः ऊचुः परस्परं पुण्या येष राजा महामतिः देवादीनां वृत्तिदादा अस्माकं च विशेषतः प्रजानां पालकश्चैव वृत्तिदो हि भविष्यति इयं धात्री महाप्राज्ञा उक्तं बीजं पुरा किल जीवनार्थं प्रजाभिस्तु ग्रासयित्वा स्थिरा भवद तदुप्रथुं द्विजश्रेष्ठ प्रजा समभिदुद्रुवुः विदत्स्वेदि सुवृत्तिं नो मुनीनां वचनं तदा ग्रासयित्वा तदान्नानि पृथ्वी जादा सुनिश्चला भयं प्रजानां सुमहसदृष्ट्वा राजसत्तमः महर्षिवचनात्सोऽपि प्रगृह्य सशरं धनुः अभ्यतावदवेगेन पृथ्वीं क्रुद्धो नराधिपः कौञ्चरं रूपमास्ताय भयात् तस्य दुमेदिनी वनेषु दुर्गदेशेषु गुप्ता भूत्वा चचारसा न पश्यति महाप्राज्ञकुरूपं द्विजसत्तमः आ च चक्षुर्महाप्राज्ञं कुञ्जरं रूपमास्थिता तद कुञ्चररूपान्तामभिदुद्रावपार्थिवः ताड्यमाना च सा तेन निशितैर्मार्गणैस्तदः हरिरूपं समास्ताय पलायनपराभवत् हरेरूपं समास्थाय अभिदुद्रावपार्थिवः सोऽधिक्रुद्धो महाप्राज्ञो रोषारुणसुलोचनः सुबाणैर्निशितैस्तीक्ष्णैराजखान समेदिनीम् आकुलव्याकुला जाता बाणाखादः दा तदा माहिषं रूपमास्ताय पलायनपराभवद अभ्यद्धावदवेगेन बाणपाणिर्धनुर्धरः सा गौर्भूत्वा द्विजश्रेष्ठा स्वर्गमेव गदा ध्रुवम् ब्रह्मणशरणं प्राप्ता विष्णोश्चैव महात्मनः रुद्रादीनां च देवानां त्राणस्थानं न विन्दति अलभन्दीभृशं त्राणं वैन्यमेवान्वविन्दद तस्य पार्श्वं पुनः प्राप्ता बाणखादसमाकुला बद्धाञ्जलिपुटा भूत्वा तं पृथुं वाक्यमब्रवीद त्राहि त्राहिदिराजेन्द्र सा राजानमभाषद अहं धात्री महाभाग सर्वाधारा वसुन्धरा निहदायां मयि नृपनिहदं लोकसप्तकं कृताञ्जलिपुटा भूत्वा पूज्य लोकैस्त्रिभिः सदा उवाचैनं राजानमवध्या स्त्री सदा नृप स्त्रीणां वधे महत्पापं दृष्टमस्ति द्विजोत्तमैः गवां वधे महत्पापं दृष्टमस्ति द्विजोत्तमैः मया विना महाराज कथं धारयसे प्रजाः अहं यथा स्थिरा राजं तदा लोकाश्चराचराः स्थिरत्वं यान्ति ते सर्वे स्थिरी भूता यदा ह्यहं मां विनादु इमे लोका विनश्येयुश्चापराचराः ततः प्रजा विनश्येयुर्ममनाशे समागदे कथं धारयिता चासि प्रजा राजन्मया विना मयि लोकास्थिरा राजन्मयेदं धार्यते जगद मद्विनाशे विनश्येयुः प्रजा सर्वा न संशयः न मामर्हसि वयं हन्तुम् श्रेयश्चेत्त्वं चिकीर्षसि प्रजानां पृथिवीपाल शृणु देववचो मम उपायैश्च महाभाग सुसिद्धिं यान्त्युपक्रमाः समालोक्य ह्युपायं त्वं प्रजायेन धरिष्यति मां हत्वा त्वं महाराज धारणे पालने सदा पोषणे च महाप्राज्ञमद्विना हि कथं नृप तरिष्यसि प्रजां क्षेमां कोपं यच्च त्वमात्मनः अन्नमयी भविष्यामि धरिष्यामि प्रजामिमाम् अहं नारी अवध्याज प्रायश्चित्ती भविष्यसि अवध्यां तु स्त्रियं प्राहुस्तिर्यज्ञोनिगतामपि विचार्यैव महाराज न धर्मं त्यक्तुमर्हसि एवं नानाविधैर्वाक्यैरुक्तो धात्र्या नराधिपः कोपमेन महाराज त्यज दारुणमेव हि प्रसन्ने त्वयि राजेन्द्र तदा स्वस्था भवाम्यहम् एवमुक्ततया राजा पृथुर्वैन्यप्रजापतिः तामुवाच महाभागां धरित्रीं द्विजसत्तमाः इति श्रीपद्मपुराणे भूमिखण्डे पृथूपाख्यानेष्टा विंशोऽध्यायः ॐ